नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. प्रवृत्तमानविषयः अस्ति तिङ्प्रत्ययानां सिद्धिः इति. इदानीं पर्यन्तं वयं लट् लोट् लकारयोः मूलतिङ्प्रत्ययात् सिद्धतिङ्प्रत्ययः साधितवन्तः. तत्र वयम् एकं सूत्रं दृष्टवन्तः, तुह्योस्तातङ् आशिष् अन्यतरस्याम् इति. अत्र लोट् लकारस्य प्रथमपुरुष एकवचनं, तत्र तु स्थाने तातङ्, अनन्तरं मध्यमपुरुष एकवचने तु हि इति इत्यस्य स्थाने तातङ् इति आदेशः विकल्पेन आयाति. तातङ् इत्युक्ते तत्र तातङ् इत्यस्य अर्थः आशीर्वादार्थे इत्युक्ते अप्राप्तस्य इच्छा इत्यस्य अर्थे प्रयोगः भवति. तत्र वयं सूत्रात् आरभ्य पुनः पठामः. अस्तु, श्रीवल्ली भगिनी सूत्रं पठति वा? भगिनि, करपत्रे पुटसङ्ख्या का? किं करपत्रे प्रायः अष्टम अष्टम नियमान् अनुसृत्य काव्यमेव न. तत्र तिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः इति अष्टमबिन्दुः. एकनिमिषं भगिनि. आम्, नास्ति चिन्ता. सोरि, अत्र प्रश्नः उदेति, अयं तातङ्ग् आदेशः कस्य स्थाने आयाति? तस्मात् क्षम्यतां, तस्मात् पूर्वं सूत्रमस्ति किल, तुह्योस्तातङ्ग् अशिष्य अन्यतरस्यां. सूत्रं पुनः, तुह्योस्तातङ्ग् आशिषि अन्यतरस्यां, तु हि इति अनयोः स्थाने विकल्पेन तात् आदेशः भवति आशीर्वादार्थे. नमो ह्रस्वादचि नमुन् नित्यम् इत्यनेन प्रकृतसूत्रे तातङ् इति पदात् उट् आगमः. तुश्च हिश्च तयोः इतरेतरद्वन्द्वः, तुहि तयोः तुह्योः, तुह्योः षष्ट्यन्तं, तातङ् प्रथमान्तम्, आशिषि सप्तम्यन्तम्, अन्तरस्यां सप्तमन्त्यम्, अनेकपदमिदं सूत्रम्. अङ्गस्य इति अस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अङ्गस्य तुह्योः तातङ् आशिषि अन्यतरस्याम्. तत्र प्रथमं भगिनी तस्य सूत्रस्य पदविच्छेदं करोतु. ओ आं भगिनि, तुह्यो तुह्योः तातङ् आशिषि अन्यतरस्याम्. तुह्योः इति अपि विच्छेदं करोति चेत् किम् आगच्छति? तुहि तुह्योः तुहि तु तु हि योः तुह्योः इति विभक्ति का? विभक्तिवचनं विभक्तिवचनं इतरेतरद्वन्द्वः. तुश्च हिश्च तयोः इतरेतरद्वन्द्वः, तुहि तुहि इति प्रातिपदिकं, तुह्योः द्विवचनं. नो, सम्यक्, इतरेतरद्वन्द्वः द्विवचनं सम्यक् एव, विभक्तिः एव वदतु. षष्ट्यन्तं, षष्ट्यन्तं पदम्. आम्, स्वागतं भगिनी. अरुणा भगिनी किल? नमस्ते भगिनी. हा, नमस्ते भगिनी. तुह्योः इति षष्टी द्विवचनम् इति उक्तवती. इत्युक्ते किं सूत्रे तुह्योः षष्टी षष्टी अस्ति चेत् उत्तमम् उत्तमम् उत्तमम् अङ्गस्य तुह्योः अस्तु. अनन्तरं वदतु तातङ्ग् इति तातङ्ग् आदेशः अन्यतरस्य विकल्पेन अन्यतरस्य विकल्पेन आशिषि आशिष्लिङ्गे आशिर्लिङ्गे तु स्थाने तात् हि स्थाने अङ् इति आदेशः भवति. आशीर्लिङ्गे इत्येव नास्ति अस्माकम् इदानीं प्रसङ्गः सम्यक् अस्तु सम्यक्. इदानीं तु इति प्रथमपुरुष एकवचनं हि इति मध्यमपुरुष एकवचनं. भवती स्मरति वा तु कथम् आगच्छति तिप् स्थाने तु कथम् आगच्छति इति? आं भगिनि सूत्रं लोके लोटः वदतु महोदय. एरुः इति सूत्रमस्ति. एरुः सूत्रं किं वदति? सूत्रं सम्यक्. अतः तु इति आगच्छति. अनन्तरं हि कथम् आगच्छति मध्यमपुरुष एकवचने सिप् स्थाने? उत्तमं. तत्र सूत्रं किं वदति? एरुः इत्यस्य एरुः प्रबाद्य आगच्छति वा? तत्र किं किम् अस्ति अपवादसूत्रमस्ति. एरुः इत्यस्य अपवादः सेह्यपिच्च इति. अस्तु सम्यक्. अतः तत्र इदानीं किं भवति इत्युक्ते यद् तु हि इति वयम् आनीतवन्तः सिद्धप्रत्ययः तस्य स्थाने तातङ्ग् इति आदेशः भवति. परन्तु आशिषार्थे एव प्राप्तुम् इच्छा यदस्ति तस्मिन् समये एव तत्र आदेशः भवति विकल्पेन अभावे. यदि तातङ्ग् इति नास्ति चेत् तु वा हि वा इति प्रत्ययः तत्र भवति एव. अस्तु. अतः यदा मध्यम प्रथम लोट्लकारे प्रथमपुरुष एकवचने मध्यमपुरुष एकवचने रूपद्वयं तु तातं हि तातं इति रूपद्वयं रूपद्वयं सर्वदा भवति. अस्तु. अत्र यद् किमर्थं बोनस् इति दत्तमस्ति इत्युक्ते अत्र अस्माकम् अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य तुह्योः तातङ्ग् आशिषि अन्यतरस्यां तुह्योः स्थाने तातङ्ग् इति आदेशः इति दत्तमस्ति. तत्र प्रश्नः उदेति कुत्र आदेशः भवति? तु इति पूर्णतया तु स्थाने वा उकारस्य स्थाने एव वा इति. अतः अत्र बोनस् इति यत् परिशिष्टभागः अस्ति तत्र तस्मिन् विषये आदेशः कुत्र भवति इत्यस्मिन् विषये दत्तमस्ति. बहु किमपि अस्ति परन्तु वयं किञ्चित् मन्दरूपेण गच्छामः वर्गद्वयं वा त्रयं वा स्वीकृत्य तस्य अवगमनं सम्यक् रीत्या वयम् अवगच्छामः. किमर्थम् इत्युक्ते अग्रे अपि एतान् सूत्रान् वयं पुनः पुनः तत्र आगच्छति. अतः किञ्चित् समयः नीत्वा अवगच्छामः. अस्तु अस्तु. विजया भगिनी आरम्भं करोति वा तत्र बोनस् इति भागः? आरम्भं करोमि भगिनि. स्वागतं भगिनि. आं धन्यवादः भगिनि. अत्र प्रश्नः उदेति अयं तातङ्ग् आदेशः कस्य स्थाने आयाति? प्रथमं उपरि वयम् अस्माकं वयं दृष्टवन्तः तत्र तातङ्ग् इति लोट् मध्ये प्रथमविभक्ति द्वे पठतात् पठतु पठतात् इति, अनन्तरं मध्यमरूपं पठ देहि एतत् विषये तत्र आगच्छति. प्रथमबिन्दुः वदति यः कोऽपि आदेशः सः कस्य स्थाने आयाति इत्यस्य निर्णयार्थं सामान्यसूत्रं भवति अलोन्तस्य. एतत् प्रथम अध्याये प्रथमपादे द्विपञ्चाशत् इति सूत्रेण तत्र उक्तम्. अनेन आदेशः स्थानिनः अन्त्यस्य अलः स्थाने भवति. अयम् अन्त्य आदेशः इति उच्यते. तत्र किम् अस्ति चेत् यः कोऽपि आदेशः सः कस्य स्थाने आयाति इति तत्र द्रष्टव्यम्. एतत् सर्वं निर्णयार्थम् एव तत्र अलोन्त्यस्य इति सूत्रम् आयाति. तत्र आदेशः स्थानिनः, आदेशः इत्युक्ते तत्र प्रथमविभक्ति आगच्छति प्रथमस्थानम्, अनन्तरं स्थानिनः इति षष्टिस्थानम् आगच्छति, अन्त्यस्य अलः इति प्रत्ययानाम् अन्त्यस्य स्थाने एव एतत् सर्वं भवति. अलोन्त्यस्य इत्युक्ते अलः अन्त्यस्य, अलः इति प्रत्ययानाम् अन्त्यस्य एव एतत् कार्यं करोति इति. अलन्तस्य षष्टिविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः सः आदेशः अन्त्यस्य अल् वर्णस्य स्थाने भवति. एतत् सर्वम् एतत् सर्वम् आदेशः कुत्र भवति चेत् तत्र हल् वर्णस्य अल् वर्णस्य स्थाने एव भवति. अनन्तरम् एतत् परिभाषासूत्रम् अलः षष्ट्यन्तम्, अन्त्यस्य षष्ट्यन्तं प्रथमविभक्ति एकवचनमेव तत्र, द्विपदमिदं सूत्रं तत्र षष्टिस्थानयोः षष्टिस्थानयोः इत्यस्मात् षष्टिस्थाने इति अनयोः अनुवृत्तिः, अनुवृत्तिसूत्रं तत्र अनुवृत्तिसहितसूत्रं षष्ट्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः तत्र स्थानी इति कार्यं करोति षष्टिस्थानयोः. षष्ट्या अन्त्यस्य अलः स्थाने एतत् कार्यं करोति इति सूचितवन्तः तत्र. एतावदेव आदेशः इति आगच्छति, अन्त्यस्य अल् वर्णस्य आदेशः कुत्र भवति एतत् सर्वं तत्र अस्ति. एतत् परिभाषासूत्रं तावदेव तत्र अस्ति भगिनि. सम्यक्. तत्र अल् इत्युक्ते किं भगिनि पुनः भगिनि? अल् अल् अल् इति दत्तमस्ति किल अलोन्त्यस्य इत्यत्र, अल् इत्युक्ते किम्? अल् इति प्रत्ययानां वर्णः प्रत्याहारसूत्राणि मध्ये अल् लकारस्य तत्र हलोन्त्यं तस्य लोपः इति सूत्रेण तस्य लोपः लकारस्य ईत् भवति. आ इति तत्र आगच्छति, परन्तु सर्वाणि स्वराणि आगच्छति वा भगिनि तत्र? स्वरः एव वा वदतु भगिनि? प्रत्याहार अल् प्रत्याहारः इति अल्. तस्य के वर्णाः आगच्छति अल् इति प्रत्याहारे? सर्वे सर्वे वर्णाः आगच्छति, सर्वे वर्णाः आगच्छति, अच्छति सर्वे. अच् अपि हल् अपि सम्यक् अल् हल् अच् हल् द्वयोः मेलनेन अल् इति भवति. अतः सर्वे वर्णाः अल् इत्युक्ते व्यञ्जनानि स्वराः अपि. अलोन्त्यस्य इति सूत्रं यदा भगिनी उक्तवती, षष्ट्या अन्त्यस्य यद् पदं षष्ट्या निर्दिष्टमस्ति तस्य स्थाने अतस्मिन् अलः स्थाने आगच्छति इति अलोन्त्यस्य वदति. यदा वयं तुह्योस्तातङ् आशिष्य अन्यतरस्यां सूत्रं स्वीकुर्मः चेत् तत्र कस्मिन् स्थाने कुत्र आगच्छति इत्येव न दत्तमस्ति. कीदृशसूत्रमस्ति भगिनि तुह्योस्तातम् अशिषि अन्यतरस्याम् इति? विजया भगिनि, एतत् अनुवृत्तिसहितसूत्रं खलु भगिनि तत्र? न न, कीदृशसूत्रं, विधिसूत्रं वा परिभाषासूत्रं वा? विधिसूत्रम् अवगच्छति किल, तत्र विधिः आगच्छति. तात् अङ् इति आदेशः भवतु इति विधिः अस्ति. परन्तु तत्र तु किमपि परिभाषासूत्रस्य आवश्यकता तु अस्ति एव. किमर्थं वयं न जानीमः कुत्र आदेशः भवति इति. ऊकारस्य स्थाने तातङ् आदेशः वा, तु इत्यस्य स्थाने? तादृशसमये अलोन्त्यस्य इति सूत्रम् आगत्य तत्र वदति कस्मिन् स्थाने इति आदेशः भवतु इति. अलोन्त्यस्य इति सामान्यसूत्रमस्ति. सामान्यसूत्रम् इत्युक्ते डिफाल्ट्, औत्सर्गिकसूत्रम् इति अपि वदामः, सामान्यसूत्रम् इति वदामः. अलोन्त्यस्य इति प्रथमम् आगच्छति. अलोन्त्यस्य कार्यं प्रथमं भवति, अनन्तरं तत् प्रबाद्य अन्यसूत्राणि आगच्छन्ति. प्रथमम् अलोन्त्यस्य इति परिभाषासूत्रं सहायरूपेण आगच्छन्ति. अलोन्त्यस्य इत्यस्य सूत्रस्य अन्तादेशः इति अपि नामकरणम् अस्ति. अन्ते एव तस्य आदेशः भवति इति कारणात् तत्र अन्तादेशः इति अपि तस्य नामकरणम् अस्ति. अस्माकम् अष्टाध्यायी पुस्तकं कृपया स्वीकरोतु. तत्र क्षम्यतां 38 अष्टत्रिंशत् इति पुटसङ्ख्या. तत्र सूत्रम् अस्माकं सूत्रम् अलोन्त्यस्य इति सूत्रं दक्षिणभागे अस्ति. द्वाचत्वारिंशत् क्षम्यतां द्वापञ्चाशत् सूत्रं 52 अस्तु. तत्र अलोन्त्यस्य पेज् नम्बर् इस् 38 सूत्रं सूत्रसङ्ख्या 250 उरण्ड्रपरः अनन्तरं सम्यक् उरण्ड्रपरः अनन्तरम् अलोन्त्यस्य इति सूत्रमस्ति. भगिनी भवती एव वदतु कस्मात् अनुवृत्तिः आगच्छति इति. पूर्वतनसूत्रात् दृष्ट्वा, सूत्राणि दृष्ट्वा. एतत् तत्र तुक्ष्योः एतत् सूत्रमेव खलु भगिनि तत्र? न न न न, अलोन्त्यस्य इति सूत्रमस्ति किल, तस्मात् तत्र अलोन्त्यस्य इति सूत्रम् अल् अन्त्यस्य इत्येव अस्ति. अन्य पदानि कुतः आगच्छति इति वदतु. तत्र अनुवृत्तिसूत्रं खलु न षष्ट्या अन्त्यस्य षष्ट्या अन्त्यस्य अलः स्थाने इति अनुवृत्तिसहितसूत्रमस्ति. अत्र षष्ट्या स्थाने कुत्र अस्ति? 49 अतस्मात् षष्टिस्थाने योगा इति सूत्रेण षष्टिस्थाने इति अनुवृत्तिसहित अनुवृत्ति आगच्छति अलोन्त्यस्य इति सूत्रे. विजया भगिनी, आदेशः इति अस्ति भगिनि 48 सूत्रस्य आदेशः इति न न 38 पेज् मध्ये अन्तिम पङ्क्तिः 49 षष्ठिस्थाने योगो तस्मात् षष्ठिस्थाने इति आगच्छति. आम् श्रीवल्ली भगिनी भवती किम् उक्तवती? आदेशः इति 48 सूत्रस्य अनुत्ति आगच्छति. आदेशः इति अलोन्त्यस्य इति सूत्रे अनुवृत्तिः नास्ति भगिनि. तत्र षष्टि अन्त्यस्य अलः स्थाने एव किमपि वयं तत्र अलः स्थाने इत्यनेन एव वयम् अवगन्तुं शक्नुमः. तत्र अस्तु सम्यक् तत्र आम् अत्र दीक्षितया पुष्पया पुस्तके कथं वयं जानीमः कुतः अनुवृत्ति आगच्छति इति तादृशं यदा वयं पश्य तादृशम् अभ्यासेन एव महोदय अभ्यासं वा बहुवारं पठनेन व्याख्यां दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः. यदा प्रथमवारम् अलोन्त्यस्य इति पश्यामः चेत् तत्र किं सूत्रस्य अर्थः जानीमः चेत् किञ्चित् वयम् ऊहां कर्तुं शक्नुमः. परन्तु तादृशं फस्ट् टैम् इत्युक्ते न ज्ञातुं शक्नुमः महोदय. द्वन्द्वे च इति एकं सूत्रमस्ति तत्र वामतः, तत्र अहं द्वन्द्वे च द्वन्द्व समासः इत्येव अहं जानामि. तत्र तस्य अनुवृत्तिः कुतः आगच्छति इति किञ्चित् कष्टमेव. तत्र अभ्यासः भवति चेत् प्रायः आम् ज्ञातुं शक्नुमः. अस्तु वा अनुवृत्ति सपादि अध्यायम् अनन्तरं त्रिपादि अध्याये एव आगन्तुं शक्नोति खलु भगिनि? न न आगन्तुं शक्नोति एव, परन्तु यदा अलोन्त्यस्य इति सूत्रं पश्यति चेत् षष्टिस्थाने योग इत्यस्मात् एव आगच्छति वा इति कथं भवती जानाति? तत्र व्याख्यां दृष्ट्वा वा यदा प्रथमवारं पठति चेत्, प्रथमवारं पठति चेत् वयं किञ्चित् कष्टमेव, परन्तु अभ्यासेन बहुवारं पठति चेत् वयम् ऊहां कर्तुं शक्नुमः. अलोन्त्यस्य इत्युक्ते तस्य अर्थः एवमेव अस्ति, अतः षष्टिस्थाने इत्यस्य अनुवृत्तिः आगच्छति. कुतः आगच्छति? पूर्वस्मात् सूत्रात् आगच्छति इति बहुवारम् अभ्यासं कुर्मः चेत् वयं ज्ञातुं शक्नुमः. प्रथमवारं किञ्चित् कष्टं व्याख्यां दृष्ट्वा व्याख्यानं ग्रन्थं दृष्ट्वा आम् आम् तस्य अष्टाध्याय्याम् इत्यस्य रटनं करोति यदा विद्यालये वा अन्य बालाः वा यूनिवर्सिटि मध्ये अपि विश्वविद्यालयेषु अपि तस्य रटनं करोति स अष्टाध्यायस्य अपि. तत्र वयं किं भवति इत्युक्ते तत्र वयं शीघ्रेण अवगन्तुं शक्नुमः तस्मात् पूर्वात् सूत्रात् आगच्छति इति. इदानीं वयं तु इतस्ततः पठन्ति किल, तत्र वयं पूर्वं सूत्रं न जानामि चेत् तत्र किञ्चित् कष्टमेव. पाणिनी न लिखितवान् वा कथं पठनीयम् इति? किमपि अस्ति वा? रटनमेव महोदय, मुखात् एव उक्तवान् किल, तस्य तु लिपिः नास्ति, मुखात् एव उक्तवान्. पाणिनीयसमये तु तत्र प्रिण्टिङ्ग् किमपि नास्ति किल, अतः मुखात् एव आगच्छति, अतः एव ते तस्य रटनं कुर्वन्ति. अष्ट अध्यायस्य अपि रटनं कुर्वन्ति. तत्र अहं न जानामि सुलभम् अस्ति वा इति न जानामि, परन्तु प्रायः तस्मिन् मार्गे प्रायः ते चतुस्सहस्रसूत्रमपि जानाति चेत् प्रायः सुलभम् अस्ति प्रायः. अहं न जानामि, चतुस्सहस्रम् अहं न कृतवती अतः अहं न जानामि. पूर्वकाले एतत् पठनम् इत्युक्ते तत्र सन्द सन्दे इति वक्तुं शक्नुमः सन्दे एतत् रटनं त्रिवारं भवति अलोन्तस्य अलोन्तस्य अलोन्तस्य इति त्रिवारं भवति अत्र अनन्तरं भगिनी परिभाषा इत्युक्ते तत्र कुत्र कुत्र नियमः सन्ति तत्र तत्र परिभाषासूत्रम् आयान्ति खलु भगिनि आम् अनियमे नियमकारिणी परिभाषा अस्तु श्रीवल्ली भगिनी प्रश्नः अस्ति वा आम् वदतु भगिनि फार् युर् इन्फर्मेशन् इन् वन् बुक् वि हेव् आन् अष्टाध्यायी वित् चौकाम्बा सुरभारती ग्रन्थमाला देर् वाट् दे हेड् गिवेन् आन् आल् द सूत्रास् दे हेड् हैलैटेड् what should be what should be coming as anuruti and side they had given up to which sutra it will come samyak that is very handy for us which will come as a adi anuruti everything astu ashtadhyayi iti pustakam ashtadhyayi is interested in the book of chaukamba ityasya केन लिखितं महामण्डल पण्डितराज श्रीगोपालशास्त्री दर्शनकेशिनी पदच्छेद वार्तिक टिप्पणी सहित अष्टाध्यायी सम्यक् अस्तु धन्यवादः अस्तु अस्तु अत्र पुनः पाठं प्रति वदतु भगिनि अलोन्तस्य इति सर्वे सर्वेपि वर्णाः सन्ति खलु स्वराः व्यञ्जनाः तत्र षष्ट्य अन्तस्य अलगस्थाने इत्युक्ते अनुवृत्तिसूत्रमेव तत्र सूचितं वा किं सूचितम् आदेशः इति वा षष्टि षष्ट्य अन्त्यस्य अन्त्यस्य अलगस्थाने इत्युक्ते सर्वे वर्णानि सन्ति वा तत्र कार्यं किम् अस्ति भगिनि तत्र आम् अस्तु तत्र वदामि तत्र अलः इत्युक्ते सर्वे वर्णाः यत् किमपि वर्णः षष्टिविभक्त्यां सूचितमस्ति अन्त्यस्य षष्टिविभक्त्यां सूचितमस्ति तत्र अन्त्यस्य अहलः स्थाने किम् आदेशः भवतु इति सूत्रं वदति अन्त्यस्य अलः इति षष्टिविभक्तौ अस्ति अतः यदा उदाहरणम् अग्रे एव अस्ति तस्मिन् समये भवती प्रायः अवगच्छति तत्र अन्त्यस्य अलः स्थाने किं भवति आदेशः भवति इत्येव सूत्रं वदति अन्त्यस्य अलः केन निर्दिष्टम् इत्युक्ते षष्ट्या निर्दिष्टम् षष्ट्या यत् आदेशः निर्दिष्टं तत् कुत्र भवति इत्युक्ते अन्त्यस्य अलः स्थाने भवति इत्येव सूत्रं वदति अन्त्यस्य अलः इत्येव मुख्यबिन्दुः अलोन्त्यस्य सूत्रे अन्त्यस्य अलः अन्ते यद् अल् वर्णः अस्ति यत्किमपि भवतु स्वरः भवतु वा व्यञ्जनं भवतु वा अन्ते भवति चेत् तस्य स्थाने आदेशः भवति इत्येव सूत्रं वदति उदाहरणमस्ति अवगच्छामि भगिनि तत्र अस्य अध्यायी प्रथमवृत्तौ एतत् विषये उदाहरणमपि दत्तम् उदाहरणरूपेण अत्र एव अवितुं न अत्र एव उदाहरणमस्ति वयं पठामः एकवारं तद् अस्माकं परिचित उदाहरणमस्ति अतः एव किञ्चित् सौलभ्यं भवति अवगन्तुम् अस्तु एकनिमिषं पठामः रघुपति रघुपति अस्तु यथा सारधातुक आर्धातुकयोः इति अस्ति सप्तम अध्याय सप्तीयपादस्य चतुर्सप्ततितमसूत्रम् अस्ति सार्वधातुके आर्धधातुके चतुर्थीयपरे इगन्ताङ्गस्य इकः गुणः भवति स सार्वधातुकश्च आर्द्रधातुकश्च तयोः इतरेतरद्वन्द्वसमासः सार्वधातुक आर्द्रधातुक आर्द्रधातुके तयोः सार्वधातुक आर्द्रधातुकयोः इति सार्वधातुक आर्द्रधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रं मिदेर्गुणः इति अस्तु सप्तमध्यायस्य तृतीयपादस्य द्वशीतितमसूत्रमस्ति इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य इति षष्ठमध्यायस्य वा षष्ठमः चतुर्थपादस्य प्रथमसूत्रमस्ति इत्यस्य अधिकारः अङ्गस्य इत्यादि अधिकारः इको गुणबुद्धि इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम् येन विधि तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इकः इति अङ्गं किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्तस्य इत्यनेन अङ्गस्य स्थाने गुणादेश इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः अनुवृत्तिसहितसूत्रम् अस्ति इकः अङ्गस्य गुणः सार्वधातुक आर्धातुकयोः इति अस्तु वयं पूर्वं दृष्टवन्तः सार्वधातुक आर्धातुकयोः इति सूत्रं तस्य अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य गुणः सार्वधातुक आर्धातुकयोः इति तत्र स्थानी नोक्तं यत्र स्थानी नोक्तं तत्र परिभाषासूत्र आयाति गुणः इति इकः स्थानी भवति इको गुणवृद्धिः इति सूत्रमस्ति अतः इत्यनेन परिभाषासूत्रेण इकः इति तत्र स्थानी भवति यत्र स्थानोक्तं येन विधिः सदन्तस्य इत्यनेन येन विधिः तद् अन्त्यस्य इत्यनेन इकः अङ्गस्य इत्युक्ते इक् इति अङ्गं केवलम् इक् इति अङ्गं किन्तु अङ्गं नास्ति किन्तु तादृश अङ्गं यस्य अन्ते इक् अङ्गम् इक् अङ्गम् अस्ति चेत् अन्ते इक् वर्णः अन्ति सन्ति चेदेव भवति अलोन्तस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न अपि तु अङ्गस्य अलोन्तस्य इत्युक्ते अङ्गस्य स्थाने गुणादेशः न अपि तु अङ्गस्य अन्तिम अल् अन्तिमवर्णस्य इत्युक्ते अल् प्रत्ययस्य वर्णस्य अल् अन्तिमवर्णस्य स्थाने गुणादेशः इति दत्तं यथा पठामि भूयोगयोगः शप् इति स्थितौ चिन्तयतु अनुवृत्तिसहितसूत्रे अङ्गस्य गुणः इत्यनेन सर्वस्य अङ्गस्य स्थाने गुणादेशः स्यात् अङ्गस्य गुणः इत्युक्ते अङ्गस्य सर्व अत्र शप् अस्ति भूषप् इति किन्तु अलोन्तसि इति परिभाषासूत्रेण सायेन तथा न भवति अत्र शप् निमित्तीकृत अङ्गमस्ति भू अस्ति भूस्थाने गुणः न भवति अलोन्तस्य स्थाने अलोन्तस्य इति सूत्रे परिभाषासूत्रेण भू इत्युक्ते अत्र भू उकारस्य स्थाने उकारस्य गुणः भवति इति अस्ति भू बकारयोग उकारयोग अकार अस्ति अत्र भू उकारस्य भो भवति भो योगः अभव इति अलोन्त्यस्य नास्ति चेत् किं भवति यदा परिभाषासूत्रं नास्ति चेत् चेत् बकार परन्तु न कर्तुं शक्यते बकार अपि गुणः भवति वा तत्र बकार कथं गुणः भवति अङ्गस्य गुणः इति वदति किल भूयोगे भू इति अङ्गमस्ति तस्य गुणः भवति इत्युक्ते ओ भवति वा भू ओ योग आ भवति वा आं वदतु भगिनि दि एण्टैर् स्थानि विल् बि रीप्लेस्ड् सूत्र इस् नाट् देयर् आम् रीप्लेस् बै विच् यदि एण्टैर् स्थानि अस्ति चेत् तत्र किं भवति भू इति भू इत्यस्य स्थाने ओ इति आगच्छति. ओ योगः ऊ दृष्ट्वा एव वयं ऊहां कर्तुं शक्यते न किल. आम् इकः इति दत्तमस्ति किल. इक् इक् वर्णः कः? अस्तु अस्तु, इक् वर्णः अस्ति, अङ्ग इक् अङ्ग अस्ति, अस्तु इक् अङ्ग अस्ति, अस्तु अस्तु. भू इति इकः अङ्गस्य, आम् अङ्गस्य इत्युक्ते भू इत्येव अङ्गम् अस्ति. अस्माकम् अङ्गं तु भू एव अस्ति, परन्तु यदा अलोन्त्यस्य नास्ति, येन विधिस्तदन्तस्य एव अस्ति इत्युक्ते तत्र इकः अङ्गस्य ग्रहणं न केवलं इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अस्ति. अतः यस्य अन्ते इक् इत्युक्ते भू, अतः भू इत्यस्य ग्रहणम् इदानीं भवति. अलोन्त्यस्य नास्ति चेत् तत्र भूस्थाने एव गुणः भवति पूर्णतया भवति. परन्तु अस्माकं तत्तु इष्टं नास्ति किल. भूस्थाने गुणः इति अस्माकं इष्टरूपं न आगच्छति, अतः तत्र अलोन्त्यस्य आगत्य अन्त्यादेशः भवतु, अन्तिमवर्णस्य एव गुणादेशः इति उक्त्वा तत्र उकारस्य एव ग्रहणं. यद्यपि अङ्गं तु भू इत्येव अस्ति, परन्तु आदेशः अन्तिमवर्णस्य एव भवति. अतः तत्र भेदः अवगन्तव्यः. येन विधिस्तदन्तस्य इति सूत्रेण इकः अङ्गस्य इति यद्वदामः तत्र तादृशम् अङ्गं यस्य अन्ते इक् अस्ति, न केवलम् इक् इति अङ्गं, तत्र रूप ग्रहणद्वयमपि भवति. इक् इति अङ्गमपि ग्रहणं भवति, तादृशम् अङ्गं यस्य अन्ते इक् अस्ति इति अपि ग्रहणं भवति. परन्तु अलोन्त्यस्य आगत्य वदति तत्र गुणादेशः तु अन्तिमवर्णस्य एव भवति, न तु पूर्णतया इति वदति. अतः परिभाषाद्वयमपि मुख्यमस्ति तत्र. एकमेव इति न, येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः, अन्तविधिः अपि मुख्यम्. अलोन्त्यस्य इति भिन्नकार्यम्, अलोन्त्यस्य कुत्र आदेशः भवति इति अलोन्त्यस्य आगत्य वदति. इका अपि परिभाषा अस्ति भगिनि, अत्र स्थानिनोक्तम् इति गुण, यदा गुणादेशः अस्ति तत्र स्थानिनोक्तम् इति तदा इका सर्वदा भवति, इका एव भवति. आम् तत्र तत्र इकः स्थानी भवतु इति इको गुणवृद्धि इति तदपि परिभाषासूत्रम्. आम् तदपि आगत्य वदति यत्र यत्र यत्र स्थानी न उक्तं, सार्वधातुक अर्धधातुकयोः इत्येव सूत्रं वदति, कस्य स्थाने इति न वदति किल, तत्र इक् इत्यस्य स्थाने इति वदति. आम् अतः अलोन्त्यस्य इति सामान्यसूत्रमस्ति, डिफाल्ट् सूत्रम्, औत्सर्गिकसूत्रम् इति अपि तस्य नामकरणम्, अन्तादेशः इति मनसि भवेत्. अस्तु, स्पष्टं वा? द्वितीयबिन्दु प्रति गच्छामः वा? आम् राजेन्द्रमहोदय. आम् आम् भगिनि, द्वितीयबिन्दु भगिनि. आम् किन्तु आदेशे एकस्मात् अधिकाः वर्णाः सन्ति चेत् अनेकाल्षित् सर्वस्य इत्यनेन पूर्णस्थानिनः स्थाने भवति. अनेकाल्षित् सर्वस्य आदेशः अनेकाल् आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः, तथैव अनेक आल् अनेकाल् अथवा षित् चेत् सर्वस्थानिनः स्थाने भवति, न तु अन्त्यवर्णस्य. यस्य स्थाने आदेशः आदिष्टः सः स्थाने. इदं सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः. न एकः अनेकः निन् तत् पुरुषः, अनेकः अल् यस्य सः, अनेकाल् बहुव्रीहि, शकारः इत् यस्य सः, अशित् बहुव्रीहि, अनेकाल् च षित् च अनेककालषित् समाहारद्वन्द्वः. अनेककालप्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ठ्यन्तं त्रिपदं सूत्रं स्थानेन अन्तर्तमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेककालषित् सर्वस्य स्थाने सर्वस्य स्थाने. अत्र यथा पूर्वं वयं पठितवन्तः अलोन्तेरस्य अत्र अनेककाल अत्र आदेशः एकस्मात् अधिकवर्णाः सन्ति तत्र चेत् तेन स्थाने अन्यत् किञ्चित् आदेशः भवति तत् अनेककालषित् सर्वस्य तत् सूत्रेण तत् कार्यं भवति. पूर्णस्थानिनः स्थाने भवति अत्र आदेश अनेककालषित् सर्वस्य आदेशः अनेककाल अस्ति तत् अनेके अल् वर्णाः तत् भवन्ति तेषां तस्मिन् स्थाने तेषां तस्य स्थाने तेषां स्थाने अन्य कोऽपि आदेशः भवति वर्णः आगच्छति तत्र सम्पूर्णरीत्या तत्र किञ्चित् आदेशः भवति अथवा षित् चेत् षित् अस्ति चेत् सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य अलोन्त्यस्य तत् अन्त्यवर्णस्य स्थाने एव भवति. अत्र अनेककालषित् सर्वस्य अत्र अनेके ये वर्णाः सन्ति तत् सर्वेषां स्थाने तत्र सर्वस्थानिनः तत्र किञ्चित् आदेशः भवति यस्य स्थाने आदेशः आदिष्टः सः स्थाने. इदं सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः अलोन्त्यस्य यथा पूर्वं पठितवन्तः तस्य अपवादभूत सूत्रम् अस्ति अनेककालषित् सर्वस्य न एकः अनेकः निन्तत् पुरुषः न एक अनेकः निन्तत् पुरुषसमासः अत्र अस्ति अनेकः अल् यस्य सः अनेककाल बहुव्रीहिः अनेकः अल् यस्य सः अनेककाल बहुव्रीहिः समासः. षकारः इत् यस्य सः षित् बहुव्रीहिः अनेककाल च षित् च अनेककालषित् समाहारद्वन्द्वसमासः. अनेककालप्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ठ्यन्तम् अत्र त्रिपदं सूत्रमस्ति स्थानेन अन्तर्तमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेककालषित् सर्वस्य स्थाने अनेक अल् अपि च षित् अस्ति तस्य तेषां स्थाने सर्वस्य स्थाने कोऽपि आदेशः भवति. अतः भागद्वयम् अस्ति अस्मिन् सूत्रे आदेशः अनेकाल् वा षित् वा अस्ति चेत् तत्र सर्वस्थाने आदेशः भवतु इति अस्तु. अनेकाल् इति अस्ति तत्र इत् इत् इत् इत् वर्णन् वर्जयित्वा अनेकाल् वयं द्रष्टव्यं वा अस्माभिः द्रष्टव्यं वा सर्वदा यद् अनेकाल् वा एकाल् वा भवतु प्रथमम् इत्संज्ञालोपकार्यम् एव अस्तु अनन्तरमेव एकाल् वा अनेकाल् वा इति चिन्तनीयम्. अस्तु अनन्तरं षित् अस्ति षित् एकाल् अपि अस्ति चेदपि भवति वा तत्र अनेकाल् वत् भवति वा तत्र अनेकाल् अपि च षित् षित् दत्तमस्ति तत्र अनेकाल् न अनेकालस्य कण्डिशन् नास्ति वा एकाल् अपि भवितुम् अर्हति वा यत्र एकाल् अपि भवितुम् आम् आम् प्रायः आम् तत्र यदि आदेशः षकारः इत्संज्ञकः अस्ति तर्हि अयम् आदेशः सम्पूर्णस्थानिनः भवति इत्येव दत्तमस्ति अस्मिन् आदेशे. एकं सूत्रम् अत्र उदाहरणरूपेण यद् दत्तमस्ति अहम् एकवारं पठामि. इदम् इष् इति एकं सूत्रमस्ति तत्र इदम् इति इदम् इष् इति सूत्रमस्ति तत्र इदम् इति शब्दं तत्र इदं शब्दस्य इष् इति आदेशः भवति इति सूत्रं वदति. अस्मिन् आदेशे यद् षकारः इष् इति षकारस्य इत्संज्ञा भूत्वा इ एव अवशिष्यते ई इति एकाल् अस्ति परन्तु षित् अस्ति किल अतः अतः अनेकाल् षित् सर्वस्य इत्यनेन सर्वादेशः भूत्वा इकारः तस्मिन् स्थाने आगच्छति चेत् इतः इह इति रूपं यद्वयं जानीमः तद् इदम् इदं द्वारा एव आगच्छति चेत् इदं द्वारा इदम् इत्यस्य स्थाने इष् इति आदेशः अनन्तरं यत्किमपि कार्यं भूत्वा इतः इह इयत् इति आगच्छति षित् अस्ति अतः अनेकाल् षित् सर्वस्य इत्यस्य कार्यं यत्र यत्र षित् भवति तत्र एकाल् भवतु वा अनेकाल् भवतु वा अनेकाल् षित् सर्वस्य इत्यस्य कार्यम् अवगतं किल अनेकाश्चित् सर्वस्य आम् अनेकाश्चित् सर्वस्य इत्यस्य अन्यद् नाम अस्ति सर्वादेशः अलोन्त्यस्य इत्यस्य नाम अन्तादेशः अनेकाश्चित् सर्वस्य इत्यस्य नाम सर्वादेशः इति अपवादसूत्रमस्ति अलोन्त्यस्य इत्यस्य अपवादम् अपवादसूत्रः अनेकाश्चित् सर्वस्य यदा अस्माकम् अष्टाध्याय्यां पश्यति चेत् अलोन्त्यस्य अनन्तरं निच्च अनन्तरम् आदेः परस्य अनन्तरम् अनेकाश्चित् सर्वस्य अस्तु तदेव क्रमः अस्ति परन्तु अलोन्त्यस्य इत्यस्य प्रथम अपवादः अनेकाश्चित् सर्वस्य एव अनेकाश्चित् सर्वस्य इत्यस्य अपवादः निच्च यद्यपि तद् पूर्वसूत्रमस्ति तदापि तदेव अनेकाश्चित् सर्वस्य इत्यस्य अपवादः निच्च इति सूत्रं तस्मिन् विषये एव वयं पठामः उदाहरणात् अनन्तरं पठामः परन्तु सूत्रचतुष्टयम् अपि आदेशविषये एव अलोन्त्यस्य निच्च आदेः परस्य अनेकाश्चित् सर्वस्य आदेः परस्य इति सूत्रस्य विषये अस्मिन् करपत्रे नास्ति परन्तु यद् अलोन्त्यस्य इति वयं पठितवन्तः अन्त्यादेशः इति पठितवन्तः आदेः परस्य इति आपोसिट् विपरीतम् अन्ते नास्ति परन्तु आदेः आदिमवर्णस्य आदेशः भवति इति आदेः परस्य वदति अस्तु अतः तस्मिन् विषये अस्मिन् करपत्रे नास्ति आदिः आदिमवर्णस्य आदेशः इति कृत्वा तत्र नास्ति परन्तु मनसि भवेत् अग्रे पठामः तस्मिन् विषये अस्तु अरुणा भगिनी उदाहरणं पठति वा यथा ज्ञान जन जनोर्जा ज्ञा क्रयादिगणे जन् दिवादिगणे चेत् अनयोः ज्ञा आदेशः भवति क्षिति प्रत्ययपरे आदेशः अनेकाल् अतः अनेकाश्चित् सर्वस्य इदनेन आदेशः सर्वस्थानिनः स्थाने भवति न तु अन्तवर्णस्य ज्ञाश्च जन् च तयोः इतरेतरज्ञानजनौ ज्ञानजनोः ज्ञाजनोः षष्ट्यन्त्यं जा लुप्तं लुप्तप्रथमाकं पदं द्विपदं पदं सूत्रम् क्षिति इति अस्मात् क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रं ज्ञाजनोः अङ्गस्य जा क्षिति प्रयत्नं करोमि उदाहरणं सूत्रं ज्ञाजनोः ज्ञा धातु न क्रयादिगणे भवति, जन् धातु दिवादिगणे अपि अस्ति चेत् अनयोः ज आदेशः भवति शिति परे, न स्थाने ज आगच्छति. आदेशः अनेकाल् अतः अनेकाश्चित् सर्वस्य सूत्रेण आदेशः भवति. आदेशः कुत्र भवति? सर्वस्थाने न स्थाने भवति. नाश्च अन्वय अग्नाजनो च सूत्रस्य अन्वय ज्ञाश्च जञ्च तयोः इतरेतरद्वान्तसमासः न जनौ तयोः न जनोः न जनोः षष्ट्यन्तं ज लुप्तप्रदमाकं पदं तत्स द्विपदमिदं सूत्रं श्रीविप्लं श्यामा क्षिति आद्य अहं न अवगतवान् तस्मात् शिति इति अनुवृत्तिः एव आगच्छति, किमपि नास्ति अत्र. अधिकार यदङ्गस्य इति अस्य अधिकारः, ततः अनुवृत्तिः सहितसूत्रं ज्ञाजनोः अङ्गस्य जा शिति. अङ्ग न अङ्ग भवति तत् शित् प्रत्ययपदे न स्थाने ज इति आदेशः भवति इति एव सूत्रं वदति. सम्यक्, तत्र अग्रिमभागमपि पठतु भगिनि. जन् धातुः अत्र लुप्तप्रथमाकं पदम् अहं वदामि यदा उदाहरणं पठित्वा अहं पूर्णतया वदामि. जन् धातुः आत्मनेपदी धातुः, जन्युर् अनुबन्धलोपे जन् जन् षन् योगः षन् ज्ञाजनो जाः इत्यनेन सूत्रे चितिपदे य आदेशः अनेकासु सर्वस्य इत्यनेन स च सर्व आदेशः ज योगः य जाय इति अङ्गं जाय योगः ते जायते इति उत्पन्नं भवति. उदाहरणं जन् धातु आत्मनिपदि धातु दिवादिगणे अस्ति. जन् धातु जनिर् इति मूल धातु अनुबन्धलोपेन जन् एव अवशिष्यते. जन् योग षन् विकरणप्रत्यय देवादिगणस्य विकरणप्रत्यय योगस्तमये न जनो ज इति सूत्रेण ज स्थाने जन् स्थाने ज आदेशः भवति. अनेकाश्चित् सर्वस्य इत्यनेन सर्व आदेशः भवति. ज योगः य इति जाय इति अङ्गं जाय योग ते प्रत्यय जायते इति रूपं भवति. सम्यक् भगिनि, उत्तमं, तावदेव तत्र. अस्तु, तत्र यदा तत्र न्याजनोर्जा इति सूत्रे धातुद्वयम् इत्यस्य ग्रहणं, न्या इति क्रयादिगणीयधातुः, जन् इति दिवादिगणीयधातुः, यदा वयं तस्य पदच्छेदं कुर्मः चेत् न्या इत्यस्य वा जन् इत्यस्य वा, तत्र पूर्णतया तस्य स्थाने, अतः अनेकाल् अस्ति, अनेके अल्वर्णाः सन्ति, तत्र न्या इति स्वीकुर्मः चेत् ण्यकारः यकारः आकारः दीर्घ आकारः, जन् इति धातुः स्वीकुर्मः चेत् जकारः अकारः नकारः इति अनेके अल्वर्णाः सन्ति, तत्र तस्य स्थाने पूर्णतया स्थाने जा इति आदेशः भवति. जा आदेशः कदा भवति इत्युक्ते निमित्तमस्ति शिति प्रत्यये परे, यदा प्रत्ययः शित् अस्ति चेत् तत्र आदेशः भवति. यदा भगिनी उक्तवती इदानीं जन् योगः श्यन् श्यन् इति विकर्णप्रत्ययः षित् अस्ति, अतः तत्र आदेशः भवति. यदा वयं लृट् लकारः स्वीकुर्मः चेत् तत्र जन् योगः स्या इति अस्माकं लकारनिमित्तिकविकरणप्रत्ययः तत्र आगच्छति. जन् योगः स्या योगः ति जनिष्यति इति रूपं. तत्र तु जा इति आदेशः न भवति. किमर्थं? तत्र अस्माकं षित् इति प्रत्ययः निमित्तं तु नास्ति एव, अतः तत्र न भवति. परन्तु यत्र षित् इति प्रत्ययः परः अस्ति चेत् तत्र पूर्णतया अनेकाश्चित् सर्वस्य इति सूत्रस्य परिभाषासूत्रस्य सहायेन सर्वादेशः भवति. अस्तु, तत्र तस्य एव विवरणं. तत्र न्याजनोः इति षष्ट्यन्तपदम् अस्ति. जा इति यद् आदेशः भवति तस्य लुप्तप्रथमाङ्कं पदं प्रथमाकं पदम् इति दत्तमस्ति. लुप्तप्रथमाकं कम् इति प्रत्ययः, किमपि प्रत्ययः अस्ति, तेन पदम् इत्यस्य विशेषणरूपेण लुप्तप्रथमाकम् इति नपुंसकलिङ्गे दत्तमस्ति. लुप्तप्रथमाङ्कम् इत्युक्ते किम् इत्युक्ते जा इति यद् आदेशः, तत्र वयं यदा पश्यामः अस्माकम् आदेशः सर्वदा प्रथमान्तपदे एव भवति. परन्तु अत्र जा इत्येव दत्तमस्ति. यद्यपि तत् पुल्लिङ्गपदम् अस्ति, तत्र तस्य प्रथमाकरूपं लुप्तमस्ति, लोपः कृतमस्ति. किमर्थं तादृशं पाणिनिना कृतम् इत्युक्ते अस्माकं छन्दसि इति वदामः, अष्टाध्यायाः कश्चन शैली अस्ति, काञ्चन शैली अस्ति. यदा अहम् इदानीमेव उक्तवती अष्टाध्यायी मुखात् एव आगच्छति, तादृश उच्चारणसौकर्यार्थं छन्दसि, तत्र प्रायः छन्दस् तादृशं भवतु इति कारणात् सः पाणिनिना तादृशं कृतं. तस्य प्रथमाङ्कस्य लुप्तं कृतं पाणिनिना. तादृश किमपि व्याकरणचिन्तनं किमपि नास्ति, सः तादृशं कृतवान्. यदा वयं काव्यं वा श्लोकं पठामः तत्र केचन स्थलेषु भिन्नरीत्या कविः रचितवान् किल, तादृशम् अष्ट पाणिनिना अपि सूत्रे पदस्य प्रथमाकं लुप्तः कृतवान्, तादृशमेव. अवगतं वा महोदय? आम्, प्रथमाकम् इत्युक्ते प्रथमविभक्ति, विभक्ति प्रथमविभक्तिसंज्ञकम्. आम्, संज्ञकम् अस्तु. बहुषु स्थलेषु तादृशम् आगच्छति, लुप्तं कृतवान् अस्मा उच्चारणसौकर्यार्थं तावदेव. ज्ञाजनो जा इत्येव आदेशः भवति. जा इत्यस्य किमपि अन्यथा आकारस्य आकारपुल्लिङ्ग यद्यपि लिमिटेड् अस्ति, परन्तु तत्र विसर्गः भवति न, ताः भवति, सारि जाः भवेत् न. आम्, तादृशम् अस्ति. यदा अस्माकं यदा आत्मा शब्द आत्मन् इति शब्द स्वीकुर्मः चेत् आत्मा इति प्रथमा विभक्ति एकवचने अस्ति. परन्तु तादृशमपि प्रायः तादृशं चिन्तितवान्. किं चिन्ति तस्य चिन्तनम् इति अहं सम्यक्तया न जानामि. राजा इति अपि अस्ति प्रथमाङ्कं पदम्. एकं विशिष्टपदं दृष्टवान्, गोपाः इति पुल्लिङ्गशब्दस्य आकारान्तपुल्लिङ्गस्य गोपाः इति. तत्र प्रायः तादृशम् आकारान्तपुल्लिङ्गम् इति दृष्ट्वा तस्य विसर्गस्य लोपः कृतवान्. तावदेव. तत्र तस्य किमपि सूत्रस्य अवगमनार्थं तत्र किमपि विशेषं नास्ति. शैली एव, सूत्रस्य शैली एव तादृशम्. धन्यवादः. आम्, अनेकाश्चित् सर्वस्य इत्यस्य तद् अवगतं किल, तदेव मुख्यमस्ति अत्र. सर्वस्थानिनः भवति, न्या इत्यस्य पूर्णस्थानिनः आदेशः, अनन्तरं जन् इत्यस्य पूर्णस्थानिनः आदेशः, परन्तु शिति प्रत्यये परे एव तस्य आदेशः भवति, तदेव मुख्यमस्ति तत्र. अस्तु, इदानीं श्रीवल्ली भगिनी. आं भगिनि, अधुना स च अनेकान् आदेशः नित्येत् अनेकान् चेत् अपि अन्त्यस्य एव स्थाने भवति. सूत्रं निच्च प्रथमाध्याये प्रथमभागे त्रिपञ्चशत् सूत्रं नित् आदेशः अनेकाल् चेत् अपि अन्त्यस्य एव स्थाने भवति. इदं सूत्रम् अनेकाश्चित् सर्वस्य इति सूत्रस्य अपवादः. अनेकाश्चित् सर्वस्य तु अलोन्तस्य इति अस्य अपवादः. नकारः इत यस्य सः नित् बहुव्रीहिः नित् कर्मान्तं च अव्ययपदं द्विपदमिदं सूत्रम्. अलोन्तस्य इति अस्मात् अलः अन्त्यस्य इति अनयोः अनुवृत्तिः. स्थाने अन्तरतमः इति अस्मात् स्थाने इति अस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं निच्च अन्तस्य अलः स्थाने. निच्च सूत्रम् अपवादसूत्रम्. अपवादसूत्रम् अनेकाश्चित् सर्वस्य सूत्रस्य अपवादसूत्रम्. नाम अलोन्तस्य अनेकाश्चित् सर्वस्य सूत्रम् अलोन्तस्य सूत्रस्य अपवादः. परन्तु आदेशः नित् चेत् अन्त्यस्य अलः स्थाने आदेशः भवति. अनुवृत्ति पुनः पठतु भगिनि. अनुवृत्तिसहितम् सूत्रं निच्च अन्त्यस्य अलः स्थाने आदेशः नित् इति च स्थाने अन्त्यस्य अलः स्थाने आदेशः भवति. उदाहरणं पठतु, अनन्तरं पुनः अहं वदामि. पठतु. यथा उदाहरणं अचि श्नु धातुभ्रुवां व्योः इयङ् वङ्गौ. श्नु प्रत्ययान्तङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इति अनयोः इकारान्त उकारान्त धातुः अपि अङ्गस्य भ्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवञ्च आदेशः भवति अजादिप्रत्यये परे. अनुवृत्तिसहितसूत्रं व्योः श्नुधातुभ्रुवाम् अङ्गानाम् इयङ् उवङ्गौ अचि अचिपरे. उदाहरणं मित् सूत्रस्य उदाहरणं सूत्रम् अचि श्नु धातुभ्रुवां व्योः इवङ् उवङ् उवङ्गौ. श्नु प्रत्ययस्य श्नु धातुभ्रुवं स्वादिगणस्य श्नु प्रत्ययान्त अङ्गस्य स्थाने यत् अङ्गं श्नु प्रत्ययान्तम् अस्ति चेत् श्नु प्रत्ययान्तङ्गस्य इकारान्त उकारान्त धातुरूपि अङ्गस्य इयङ् उवङ् आदेशः भवतः. इकारस्थाने इयङ् उकारस्थाने उवङ् आदेशः भवति. कण्डिशन् अजादि प्रत्यये परे निमित्तं अचिपरे. सुधादिगणे शा इति विकरणप्रत्ययः. अनुबन्धलोपे आ इति अजादिप्रत्ययः. रि गतौ इति इकारान्तधातुः. अचि श्नु धातुभ्रुवां व्योहि इवाङ् इयङ् उवङ्गौ इति अनेन अचिपरे इकारान्तधातूनाम् इयङ् आदेशः. इयङ् इति आदेशः अनेकौ किन्तु निति नित् अपि अस्ति अतः निच्च इति सूत्रेण अन्तादेशः. अवगतं वा तत्र इयङ् कथं नित् अस्ति इति? भगिनि आदेशः अनेकाल अस्ति अनेकाल अस्ति परन्तु नित् कथम् अस्ति इयङ् इत्यस्य कस्य वर्णस्य इत्संज्ञा भवति इङ् इत्यस्य इत्संज्ञा भवति किल अतः एव अतः एव तस्य नाम नित् अवगतं किल अतः एव निच्च इति सूत्रस्य अन्तादेशः तत्र अन्तिमस्थाने आदेशः भवति पूर्णस्थाने न भवति न आदेशः भवति सम्यक् तत्र उदाहरणमपि पूरयतु भगिनि प्रीगतौ इति दातु तुदादिगणे रीगतौ रीयोगः शायोगः रीयोगः आ भवति अचिष्णु धातुभ्रुवां योः इयङ् उवङ्गौ इत्यनेन अचिपरे इयङ् आदेशः निच्च इति अनेन स च अन्तादेशः रकार इ योगः आ रिया इति अङ्गं रिया योगः ति रियति इति पदं तिङन्तपदम् उदाहरणं रियोगः शा ईस्थाने इयङ् आदेशः भवति इयङ् अनेकाल् आदेशः परन्तु नित् इति चेत् स्थाने ईकारः एव स्थाने इ इति आयाति रेकार योग इ इति आयाति इयङ् इति आगच्छति इयङ् इति आगच्छति नित् इति इत्संज्ञः भवति इति चेत् इ इति रूपं रकारस्य इ योगः अकारः रिया इति रियति इति रूपं तत्र भगिनी भवती एव वदतु यदा तत्र अनेकाश्चित् सर्वस्य इति सूत्रस्य प्रसक्तिः यदा अस्ति चेत् किं भवति पूर्वस्थाने रि इति स्थाने इति आदेशः भवति आम् सम्यक् तत्र पूर्णतया तस्य स्थाने आगच्छति तद् मा भवतु इत्यनेन निच्च इति सूत्रेण तत्र अन्तिमवर्णस्य स्थाने किमर्थं तत्र अलोन्त्यस्य इत्यस्य प्रसक्तिः नास्ति अन्तिम अनेकाल आदेशः सम्यक् अनेकाल आदेशः सम्यक् एकवर्णस्य एव आदेशः नास्ति अनेकाल् वर्णस्य आदेशः अनेक अल् वर्णस्य आदेशः भवति प्रथमम् अनन्तरं नित् अस्ति अनेकाल् यद् आदेशः भवति इयं तत्तु नित् अस्ति अतः निच्च इति सूत्रस्य आवश्यकता इदानीम् अतः तत्र इयङ् इति आदेशः रियति इति रूपम् आगच्छति सम्यक् उत्तमम् अतः प्रथमम् अत्र नित् अस्ति एकाल् नित् अपि अस्ति वा भवन्ति वा अत्र अनेकाल् नित् अस्ति एकाल् नित् अपि भवति वा प्रायः प्रयोजनम् अस्ति वा न प्रयोजनं किम् अस्ति इति अग्रे दत्तमस्ति एक एव अल् नित् अस्ति चेत् किम् इति अस्ति यत्र यत्र नित् भवतु तत्र तत्र निच्छ इत्यस्य प्रसक्तिः यदा वयं तत्र षित् इति विषये दृष्टवन्तः किल तादृशम् अत्रापि तत्र अनेक क्षम्यताम् अलोन्त्यस्य अनन्तरम् अलोन्त्यस्य इत्यस्य अपवादः अनेकाचित् सर्वस्य अपवादस्य अपवादः निच्च अस्तु अनेकाचित् सर्वस्य सर्वादेशः निच्च यद्यपि तत्र अन्त्यस्य वर्णस्य आदेशः भवति परन्तु ङित् आदेशः अनेकाचेदपि वदतु अलोन्त्यस्य वत् कार्यं करोति एतत् आदेशः परन्तु आदेशः अनेकाल् भवतु मिश्रितरूपम् इति चिन्तयतु अनेकाल् भवति अन्तिम अल् वर्णस्य स्थाने भवति यद्यपि अनेकाल् अस्ति सर्वादेशः न भवति तत् अन्तिम अल् वर्णस्य स्थाने भवति सम्यक् मिश्रितरूपं चिन्तयतु पार्ट् आफ् अलोन्त्यस्य पार्ट् आफ् अनेकाल् सर्वस्य निच्च परन्तु आदेशः ङित् भवतु ङित् आदेशः सर्वादेशः नास्ति सर्वादेशः नास्ति सम्यक् तावदेव तत्र अचिष्णु धातुभ्रुवां युवोर् यङ् वङ्गौ इति सूत्रं तु बृहत् सूत्रमस्ति अत्र संक्षिप्तरूपेण एव महोदयेन प्रदर्शितम् अग्रे वयं पूर्णतया पठामः तत्र यद् त्रिषु स्थलेषु अस्य सूत्रस्य प्रसक्तिः अस्ति श्नु प्रत्ययान्त अङ्गस्य इति यदा अस्माकं स्वादिगणे श्नु इति अस्माकं विकरणप्रत्ययः अस्ति शक्नु इत्यत्र श्नु इति प्रत्ययान्त अङ्गम् अस्ति अस्माकं शक्नु योगः अन्ति इति स्वीकरोतु अजादिप्रत्ययः अस्ति अतः अचिष्णु धातुभ्रुवां युवोर् यङ् वङ्गौ इति सूत्रेण उकारस्य स्थाने शक्नु इत्यस्य उकारस्य स्थाने उवङ् इति आदेशः भूत्वा शक्नुवन्ति इति अस्माकं परिचितरूपम् एक स्थलं प्रथमस्थलं तद् अनन्तरम् इकारान्त उकारान्त धातुरूपी अङ्गस्य यद् अङ्गम् इकारान्तमस्ति चेत् इयङ् उकारान्तमस्ति चेत् उवङ् इति आदेशः भवति इति द्वितीयम् अनन्तरं ब्रू इति प्रातिपदिकस्य प्रातिपदिकविषये अधिकचिन्तनम् इदानीं मास्तु तत्र ब्रू इति प्रातिपदिकस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः इति स्थलत्रयं तत्र अचिष्णु धातुभ्रुवां युवोर् यङ् वङ्गौ इति सूत्रस्य प्रसक्तिः अस्ति एतत् सूत्रं वयं पूर्णतया यदा पठामः बहुषु स्थलेषु तस्य प्रसक्तिः अपि अस्ति अग्रे वयम् अवश्यं तस्मिन् विषये पठामः अस्तु उदाहरणरूपेण अत्र दत्तमस्ति ङिच्च इति सूत्रस्य प्रसक्तिः किमर्थम् इति अस्तु अतः प्रमुखसूत्रत्रयम् अलोन्त्यस्य अनेकाचित् सर्वस्य अपवादस्य अपवादः ङिच्च इति सूत्रं तदपि वयं पठितवन्तः अनन्तरं किमर्थं तत्र इदानीं आं तदेव अस्ति तत्र तुह्योस्तातम् अन्यतरस्याम् इत्यत्र कस्य परिभाषासूत्रस्य प्रसक्तिः अलोन्त्यस्य वा अनेकाचित् सर्वस्य वा ङिच्च इति सूत्रस्य वा कस्य प्रसक्तिः अस्ति इति अग्रिमपरिच्छेदं वदति विजया भगिनी आं भगिनि तत्र वैशिष्ट्यम् इति अपि वाक्यं पठतु भगिनि तस्मात् एक वैशिष्ट्यम् अत्र इदं यत् ञङ् आदेशः ङित् इत्यस्य अन्यत् किमपि कार्यं नास्ति ङित्वत्वात् अन्तादेशः अन्त्य आदेशः इत्येवं प्रयोजनं तत्र तत्र इयम् इति आदेशः ङित् स्थाने अन्यत् किमपि तत्र कार्यं नास्ति इति तत्र उक्तम्। अनन्तरं चतुर्थबिन्दुः पठामि वा भगिनि? आम् आम्। चतुर्थबिन्दुः, अधुना तातङ्ग् आदेशः अपि अनेका निच्च, अतः नियमानुसृत्य निच प्रथम अध्याये प्रथमपादे त्रिपञ्चाशत् इति अनेन सूत्रेण अन्तादेशः अन्त्यस्य अलः स्थाने स्यात्। यथा तिप् इत्युक्ते तु इत्युक्ते पृक्षोस्तातरङ्ग आशिष्य अन्त्य अन्यस्तरस्याम् अन्यस्तरस्याम् इति सप्तमे अध्याये प्रथमपादे पञ्चत्रिंशत् निच्च इति एक अध्याये एकपादे पञ्चत्रिंशत् इति अनेन उकारस्य स्थाने तातङ्ग् इत्युक्ते तक इत् अनन्तरम् इत् योगः तात्, तत्र किम् अस्ति चेत् तातङ्ग् पठतु पठतात् इति स्थाने अनेकाल् ञित् च इति आदेशः भवति, अतः नियमम् अनुसृत्य निच निच च तत्र अन्त्य अल् स्थाने आदेशः तत्र भवति, अन्तादेशः अन्त्यस्य अलः स्थाने स्यात्, अन्त्यवर्णस्य एव तत्र कार्यं करोति। टिप् इति प्रथमपुरुष एकवचने तु इति पठतु इति आगच्छति, एतत् सूत्रं दुक्षोस्तातङ्ग आशिष्यन्त्यस्तरस्याम् इति सूत्रेण निच निच इत्युक्ते तत्र अन्त्य अल्स्थाने आदेशः एव तत्र भवति, उकारस्य स्थाने तातङ्ग तत्र तकारस्य स्थाने तात पठतात् पठतु पठतात् इति तत्र आगच्छति। किन्तु एवं भवति चेत् पठतु भगिनि, न न पठतु अनन्तरम् अहं पृच्छामि। आम् अस्तु भगिनि, किन्तु किन्तु एवं भवति चेत् सिद्धं रूपं तात् तत् तु इष्टं रूपं नास्ति, इष्टमस्ति तात् नाम तु स्थाने सर्व आदेशः, तदर्थम् अनेकाश्चित् सर्वस्य इत्यनेन कार्यं स्यात्, परन्तु तातं ञित् तस्मात् इष्टरूपेण कार्यं कथं साधयितुं शक्यते? समाधानं तु सिद्धान्तकौमुदीयां मूलवृत्तौ प्राप्यते तत्र। तत्र किमस्ति चेत् वदतु भगिनि, तत्र यदा वयं तिप् स्थाने तु इति आनयामः एरु इति सूत्रेण, एरुः इति सूत्रेण, तत्र अलोन्त्यस्य इत्यस्य सूत्रस्य प्रसक्तिः अस्ति चेत् किं भवति, अनेकाश्चित् सर्वस्य इति सूत्रस्य प्रसक्तिः अस्ति चेत् किं भवति इति प्रथमं परिशीलयतु भगिनि। अवगतं वा प्रश्नः, अवगतः वा? अलोन्त्यस्य इति सूत्रेण तत्र अल्वर्ण्यस्य स्थाने एव आदेशः भवति खलु, अत्र प्रसक्तिः आम् सम्यक्, परन्तु अत्र तस्य प्रसक्तिः अस्ति वा कुत्र? तत्र तत्र तिप् इति मध्ये तु इति आदेशः भवति खलु, अनन्तरम् अनन्तरम् अनेकाल् इति सर्वस्थाने आदेशः भवति। अस्तु, तु तु इत्यस्य अलोन्त्यस्य इति सूत्रस्य प्रसक्तिः नास्ति वा? तस्य तु स्थाने किम् आदेशः भवति इदानीं, कः आदेशः? पठतु पठतात् तात् इति आदेशः भवति। तात् इति अनेकाल् वा अनेकाल् वा एकाल् वा? तात् इति अनेकाल् एव खलु भगिनि तत्र? सम्यक्, अनेकाल् अनेक अल् वर्णः यत् अस्ति तद् अनेकाल् किल? आं भगिनि, अवगत तात् अनेकाल् कथम् इति अवगतवती वा? अनेकाल् इति अत्र तातङ्ग् इति अस्ति, तत्र तकारः आकारः तकारः अकारः ण्यकारः इति अनेक अल्वर्णाः सन्ति. अतः अलोन्त्यस्य इत्यस्य प्रसक्तिः एव न भवति. तू स्थाने अनेक अल्वर्णस्य आदेशः भवतु इति सूत्रं वदति, अतः अलोन्त्यस्य इति सूत्रस्य प्रसक्तिः न भवति. इदानीं वयम् अनेकाल्षित् सर्वस्य स्वीकुर्मः. तत्र किमर्थं तस्य प्रसक्तिः नास्ति? भगिनि किमर्थं चेत् तत्र अनेकाल् इति कार्यं करोति सर्वस्थाने, सर्ववर्णानि स्थानानि एतत् काव्यं कार्यं करोति, आदेशः भवति. अतः किं भवति यदा अस्ति चेत्? यदा अस्ति चेत् अनेकाल् एव कार्यं करोति. तत्र किं भवति, किं रूपम् आगच्छति? अनेकाश्चित् सर्वस्य इति कार्यं करोति तत्र. तादङ्ग् ञित् तस्मात् भवती वदतु भगिनि. अस्तु भगिनि, नास्ति चिन्ता. तत्र अन्य रघुपतिमहोदय प्रयत्नं करोति वा? भगिनि आं तत्र वदतु महोदय, किमर्थम् अनेकाश्चित् सर्वस्य इत्यस्य प्रसक्तिः नास्ति इति? अनेकाश्चित् सर्वस्य प्रसक्तिः नास्ति इत्युक्ते अनेकाश्चित् नास्ति, नित् अस्ति इति. नित् अस्ति, नित् अस्ति, सम्यक्. यदा अभविष्यत् अनेकाश्चित् सर्वस्य इत्यस्य प्रसक्तिः, तत्र किं रूपं किम् आगच्छति? आगच्छति पट्ट पट्टयोग स्थाने न तात् एव भवति, तस्य कार्यं भवति परन्तु तत्र षष्टि निर्दिष्टः एव. यत्र यत्र षष्टि अस्ति तत्र तत्र कार्यं करोति. षष्टि एव अस्ति किल, तदेव अग्रिम परिच्छेदं तत् अस्ति. अलोङ्क्यस्य इति अपवादसूत्रमस्ति तत्र. अलोङ्क्यस्य अपवादसूत्रं नास्ति भगिनि, अलोङ्क्यस्य इति सर्वसामान्यसूत्रम्. अनेकाश्चित् सर्वस्य इति सूत्रेण सूत्र यत्र कार्यं करोति तत्र अलोङ्क्यस्य इति अपवादसूत्रमस्ति. अन्त्य अल्वर्ण एव तत्र अनेकाल् भवती एव वदतु भगिनि. नित् अस्ति, नित् अस्ति, अतः एव तुष् निच्च इति सूत्रस्य तत्र प्रसक्तिः, अन्तादेशः भवतु इति वदति. अस्तु, तत्र रूपं किम् आगच्छति? निच्च इति अनेकाश्चित् सर्वस्य इत्यस्य अपवादः अस्ति. यद्यपि तत्र आदेशः अनेकाल् अस्ति परन्तु ञित् अपि अस्ति, अतः ञिच्च इति सूत्रस्य एव अवकाशः. यदा अत्र ञिच्च कार्यं न करोति चेत्, अनेकाश्चित् सर्वस्य इत्यस्य एव कार्यं वयं कुर्मः चेत् ञिच्च निरवकाशं भविष्यति. निरवकाशं मा भूत् सूत्राणि यद् यत्किमपि सूत्राणि अस्माकम् अष्टाध्याय्याम् अस्ति, सर्वेषां सूत्राणां किमपि प्रयोजनम् अस्ति. अतः तत्र एकमपि सूत्रं व्यर्थता मा भूत् इति लक्ष्यमस्ति अस्माकम्. अतः तत्र निच्च इति सूत्रस्य प्रसक्तिः प्राप्तिः अपि. अतः तद् अनेकाश्चित् सर्वस्य इत्यस्य अपवादसूत्रमस्ति ञिच्च इति सूत्रम्. तत्र ञिच्च इति सूत्रं तत्र किं रूपं साधयति, कथं साधयति इत्येव सिद्धान्तकौमुद्याः मूलवृत्तौ इति अनन्तरं दत्तमस्ति. तत्र यद् वयं यङ्ग् इति आदेशः कृतवन्तः अस्माकम् उदाहरणे, तत्र तस्य किं प्रयोजनम् इति अत्र दत्तमस्ति अन्तिमवाक्ये. यङ्ग् आदेशः ङित् इत्यस्य अन्यत् किमपि कार्यं नास्ति, अन्तादेशः एव तस्य ङकारस्य इत्संज्ञा भूत्वा यद् ङित् अस्ति तत्र अन्तादेशः एव कार्यमस्ति तस्य, किमपि अन्यत् कार्यं नास्ति. परन्तु अस्माकं यदा तातङ्ग् इति आदेशः भवति तत्र किमपि अन्यत् कार्यम् अपि अस्ति, अन्यानि कार्याणि अपि सन्ति इति कृत्वा तदेव अत्र सिद्धान्तकौमुद्यां यद् दत्तमस्ति. अनन्तरम् अस्माकं तातङ्ग् इत्यस्य विषये अग्रिमपरिच्छेदः तस्मिन् विषये एव सन्ति, तद् वयम् अग्रिमसप्ताहे पठामः. यत्किमपि अद्य वयं पठितवन्तः तस्य पुनः एकवारं पठतु, अवगच्छन्तु च, प्रश्नः अस्ति चेत् अग्रिमसप्ताहे पृच्छन्तु अवश्यं. समापयामः वा अद्य? धन्यवादः भगिनी, नमस्कारः. धन्यवादः. धन्यवादः, नमस्कारः भगिनी. धन्यवादः महोदय. धन्यवादः भगिनी. धन्यवादः.